नमस्कारः. अद्यतनविषयः अस्ति गणम् आधारीकृत्य शत्रन्तप्रातिपदिकनिर्माणम् इति. प्रारभामहे. अरुणा भगिनी पठति किं करपत्र? करपत्रं प्रेषितवती न? प्रयत्नं करोतु. अन्यः पठतु. अस्तु भगिनि, धन्यवादः भगिनि. रामप्रिया भगिनी पठति. आम् भगिनि. गणम् आधारीकृत्य शत्रन्तप्रातिपदिकनिर्माणं. शत्रन्तप्रातिपदिकनिर्माणस्य समग्रः दृष्टिः जाता गतपाठे. तत्र अस्माभिः दृष्टं यत् तिंशित् सार्वधातुकम् इत्यनेन शत्रुप्रत्ययः सार्वधातुकप्रत्ययः, स च केवलं परस्मैपदीधातुभ्यः विहितः अपि च कर्त्रार्थे एव. कतरीषप् इत्यनेन कर्त्रार्थे सार्वधातुकप्रत्यये परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति. अत्र प्रायः गतपाठे प्रातिपदिकनिर्माणस्य विषये आसीत्. तत्र यत् तिंशित् सार्वधातुकम् इत्यनेन शत्रुप्रत्ययः तु षित् अस्ति, अतः सार्वधातुकप्रत्ययः इति संज्ञा प्राप्नोति. येन सार्वधातुकप्रत्ययः इति संज्ञा प्राप्नोति, एतत्तु शत्रुप्रत्ययः केवलं परस्मैपदीधातुभ्यः विहितः अनन्तरं कर्त्रार्थे एव. अतः कर्तरीषप् इति सूत्रेण कर्त्रार्थे सार्वधातुकप्रत्यये परे अस्ति चेत् धातुतः शप् इति प्रत्ययः विहितः भवति इति वदति. अन्यच्च सार्वधातुकलकारेषु नाम लट् लोट् लङ् विधि लिङ् इत्येषु रूपाणि कथं निष्पद्यन्ते इति अस्माभिः ज्ञायते. तत्रापि कर्त्रार्थे कर्तरी शप् इत्यनेन शप् विकर्णप्रत्ययः विहितः. अग्रे शत्रुप्रत्ययः अजादि अपित् सार्वधातुकः. लट् लकारः अन्ति इति सिद्धतिङ् प्रत्ययः अपि अजादि अपित् सार्वधातुकः, अतः उभयत्र कार्यं सम्पूर्णतया समानम्. गम् योगः अत् गच्छत्, गम् योगः अन्ति गच्छन्ति. अनन्तरं सार्वधातुकलकारः इत्युक्ते लट् लोट् लङ् विधि लिङ्, तत्र वयं कथं रूपाणि सिद्ध्यन्ति इति वयं दृष्टवन्तः तिङन्तप्रक्रियायां. तत्रापि वयं कर्त्रार्थे सार्वधातुकप्रत्यये परे कर्तरी शप् इति सूत्रेण शप् इति विकर्णप्रत्ययः विहितः इति दृष्टवन्तः. अनन्तरं शत्रुप्रत्ययः अजादि अपित् सार्वधातुकः. अस्तु, आम्, शत्रुप्रत्ययस्य अनुबन्धलोपानन्तरम् अत् एव अवशिष्यते. तत्तु अजादिः अस्ति, अपित् अपि अस्ति, पित् नास्ति अपित् अस्ति, अतः सार्वधातुकः अस्ति एव. अतः लट्लकारस्य अन्ति इति यद् सिद्धतिङ् प्रत्ययः अस्ति, तत्र किं कार्यं भवति तादृशमेव समानरीत्या कार्यम् अत्रापि भवति इति दत्तमस्ति. यदा घम् इति धातुः स्वीकुर्मः चेत् तत्र अत् इति शत्रुप्रत्ययस्य अनुबन्धलोपानन्तरं योजयामः चेत् तत्र गच्छत् इति रूपम् आगच्छति. यदा गम् योगः अन्ति इत्यत्र गच्छन्ति इति रूपम् आगच्छति. प्रक्रिया प्रायः समाना इति. समाना इति, अहं सत्यं, उभयत्र सार्वधातुकप्रत्ययः अस्ति, अनन्तरं कर्तृषप् अपि आयाति सार्वधातुक कर्तृत्वे अस्ति इति कृत्वा तर्हि प्रक्रिया समाना अस्ति इति सारांशः अस्तु भगिनि. धन्यवादः भगिनि. अस्मिन् विषये बहु किमपि महोदय मुद्रणं श्रुतवती, महोदय बहु किमपि उक्तवान्. यथा एतावत्पर्यन्तं मातृभिः यत् कृतं तत्तु पूर्वं केनापि न कृतं. सर्वे तु लकाराणाम् आवलिः पृथक्तया पठन्ति, अनन्तरं कृदन्तानाम् आवलिः विषये पृथक्तया पठन्ति. किन्तु एतादृशचिन्तनं यत्र वयं यत्र समानं वर्तते इति कृत्वा, यद्यपि कृदन्तम् अस्ति तथापि अस्माकं लट् लोट् लङ् विधिलिङ्ग् अनन्तरं शत्रुप्रत्ययः शानच् शत्रुप्रत्ययः इति चिन्तनम् अस्ति, शत्रुशानच् इति तादृशचिन्तनं यत्र कर्तृते अस्ति तादृशचिन्तनं मातृभिः कृतम् इति महोदयेन विवृतं. धन्यवादः भगिनि. लक्ष्मी भगिनी अग्रे पठति. आं भगिनि. अनन्तरम् उभयत्र धातुगणम् अनुसृत्य यथासङ्गं शपं प्रबाध्य अन्ये विकरणप्रत्ययाः विहिताः भवन्ति. इत्युक्ते दशसु गणेषु कर्तृशप् इत्यनेन शप्रत्ययः विहितः. तदा शप् प्रत्ययं बाधित्वा दिवादिगणे दिवादिभ्यः शन् इत्यनेन शन्, स्वादिगणे स्वादिभ्यः श्नुः इत्यनेन श्नु, तदा तुदादिगणे तुदादिभ्यः शः इत्यनेन श, रुधादिगणे रुधादिभ्यः श्नम् इत्यनेन श्नम्, तनादिगणे तनादिकृण्भ्यः उः इत्यनेन उ, क्रियादिगणे क्रियादिभ्यः श्न इत्यनेन श्न. अतः कस्यचित् धातोः सार्वधातुकलकारस्य वा शत्रन्तस्य वा रूपं जिज्ञासामश्चेत् उभयत्र अस्माकं प्रथमप्रश्नः अयं धातुः कस्मिन् गणे अस्ति इति भवेत्. इत्युक्ते अत्र वयं पूर्वम् एव पठितवन्तः एतत् सर्वं. अत्र धातुगणम् अनुसृत्य कर्त्रर्थकसार्वधातुकप्रत्ययः अस्ति चेत् कर्तरिषप् इत्यनेन कर्तरिषप् मध्ये आयाति धातु तिङ्प्रत्ययोः मध्ये. किन्तु भ्वादिगणे कर्तरिषप् आयाति, किन्तु अन्येषु गणेषु शपं प्रबाध्य भिन्नभिन्नविकरणप्रत्ययाः आयान्ति, यथा अत्र दत्तमस्ति. दिवादिगणे शन्, स्वादिगणे श्नु, तुदादिगणे श, रुधादिगणे श्नम्, तनादिगणे उ, क्रयादिगणे श्न, एतादृशरीत्य भिन्नभिन्नविकरणप्रत्ययाः आयान्ति शपं प्रबाध्य. किन्तु अत्र सार्वधातुकलकारस्य वा शत्रन्तस्य वा रूपं जिज्ञासामः. अत्र जिज्ञासामः इति जिज्ञासा इति पदं अनन्तपदं, तस्मात् क्रियापदं निर्मितमस्ति. साधयितुम् इच्छामश्चेत् इत्युक्ते सार्वधातुक तिङन्तपदम् इत्युक्ते लट् लोट् लङ् विधिलिङ्ग्, एते चत्वारः सार्वधातुकलकारः, एते शूलकारेषु तिङन्तपदसाधनार्थं वा अथवा शत्रन्तपदसाधनार्थं वा वयं साध्यं कर्तुम् इच्छामश्चेत् तदा अस्माकं प्रथमप्रश्नः तु अयं, सः धातुः कस्मिन् गणे अस्ति इति चिन्तनीयम् प्रथमतया. धन्यवादः भगिनि. पूर्वमपि अस्माभिः ज्ञातं पठितं यत् इत्युक्ते यत्र सार्वधातुकप्रत्ययः अस्ति चेत् तत्र कर्तृकसार्वधातुकप्रत्ययः अस्ति चेत् तत्र तु कर्तरीषप् इत्यस्य कार्यं भवति इति कृत्वा, अनन्तरं तु द्वितीयसोपाने गणमनुसृत्य भिन्नभिन्नविकरणप्रत्ययाः तद् क्षप्रभादि आयान्ति इति कृत्वा निश्चयेन गणभेदः वर्तन्ते. अतः गणस्य कस्मिन् गणे अस्ति इति ज्ञातव्यम् इति. धन्यवादः भगिनि. मणिमहोदय. नमस्ते महोदय. पठामि वा महोदय? आं महोदय, निश्चयेन. सार्वधातुकलकारेषु चतुरन्तरूपेषु च इमे दशधातुकनाः गणाः पुनः द्वयोः धातुगणसमूहयोः विभक्ताः. एकस्मिन् धातुगणसमूहे धातुविकरणप्रत्ययोः संयोजनेन अदन्तं ह्रस्वकारन्तम् अङ्गनिष्पन्नम्, अपरस्मिन् धातुगणसमूहे धातुविकरणप्रत्ययोः संयोजनेन अनदन्तम् अङ्गं निष्पन्नम्. प्रथमः धातुगणे समूहे अत्र अङ्गम् अदन्तं भवति, चत्वारः धातुगुणः वर्तन्ते. द्वादिगणे शप्, द्वादिगणे शन्, द्वादिगणे शत्, स्वादिगणे शप्, येषु चतुर्षु धातुगणेषु धातुविक्रणप्रत्ययो संयोजनेन यत् अङ्गं निष्पन्नं तत् सर्वदा अदन्तम्. अतः येषां चतुरन्तप्रातिपदिकस्य निर्माणक्रिया सदा समानः. दशगणेषु प्रथमसमूहस्य अभ्वादि, द्वादि, तुदादि, चुरादि अपि एकसमूहः. अत्र विकर्णप्रत्ययस्य मेलनस्य अनन्तरम् अङ्गं प्राप्तम् इति अदन्तम् एव ह्रस्वदन्तम्, परन्तु द्विविधसमूहे विकर्णप्रत्यय मेलनस्य रूपं भवति भिन्नभिन्न अस्ति. क्रियादिभ्यः स्नात् तनादिभ्यः च उः हृदादिभ्यः स्नम् इत्यनेन विकर्णप्रत्ययस्य मेलनस्य अनन्तरं रूपं भिन्नम् अस्ति. अतः प्रथमसमूहे अत् चतुर्प्रत्ययस्य अत् इति प्रातिपदिकं प्राप्तुं शक्यते चेत् समानमेव रूपं, परन्तु द्वितीयसमूहे विकर्णप्रत्यय भिन्नभिन्न अस्ति. अतः चतुर्प्रत्ययस्य मेलनमपि भिन्ना अस्ति इति उक्तम्. अत्र प्रथमगणे तु यत्र अदन्तम् अङ्गम् अस्ति तत्र तु एकमेव कार्यमस्ति, अतो गुणे इति एकमेव कार्यम् इति कृत्वा अत्र प्रथमचत्वारि चतुर्णां गणानामपि समानकार्यम् इति कृत्वा अदन्तम् अङ्गानां पृथक्तया अस्माभिः पठ्यन्ति. अग्रे अस्तु महोदय, अग्रिमसूत्रमपि पठति किं महोदय, तत्र यथा इति उक्तमस्ति तदपि पठतु. तदेव यथा इति तत्तु अहं विस्मृतवती, चतुर्णां गणानामपि उदाहरणम् पठामि. भवादिगणे भू योः सप् भव, भव योः शत्रु, भव योः अत्, अधोगुणे इत्यनेन पूर्वपरयोः एकपररूपम् आदेशः भवत् इति. भवादिगणे भो भवति गुणं कृत्वा अधम् अनन्तरं यचयादिशेषे अवादेशः भव इति रूपं शत्रु विकर्णप्रत्यय मेलनस्य अनन्तरं भव इति रूपं योगः अत् शत्रुप्रत्ययः योगं करोति चेत् अत्र भव इत्यस्य आकारः अस्ति, परम् अस्य अपि गुणसमीकवर्णः आकारः, अतः इत्यस्य पूर्वपरयोः पररूपमेव आगदेशः अतः भवति इति रूपं. तदेव द्वादिगणे निरुत्योः स्यन् निरुत्य इति विकर्णप्रत्ययस्य मेलनस्य अनन्तरम् अनन्तरं चतुर्प्रत्यय निरुत्ययोः अत् अत्रापि अदयगुणे इति सूत्रेण द्वितीयं पूर्वप्रयोः एकः पररूप आदेशः निरुत्यत् इति. तुदादिगणे तुद्योः स तुद, तुदयोः अत् अदयगुणे इत्यनेन पूर्वप्रयोः एकः पररूपमेव आदेशः तुदत् इति. चुरादिगणे अपि चुर् अत्र णिच् प्रत्ययः चोरि इति, अनन्तरं चोरि इति सप् गुणकार्यं भवति, अनन्तरं यचवयादिय इति सूत्रेण अये प्रत्ययः चोरय इति, चोरय योगः अत् अदे गुणे इति ज्ञानेन पूर्वपरयोः एकः पररूपम् आदेशः चोरयत् इति. नमस्कार भगिनि. अतोगुणे षष्ठमाध्यायस्य प्रथमपादे सप्तनवतिसूत्रम् अपदान्तात् अतः गुण गुणे पूरे परे पूर्वपरयोः स्थाने एक पररूपा एकादेश स्यात्. गुण इत्युक्ते अ ए ओ इदं सूत्रं विधिरेचि अकः सवर्णे दीर्घे दीर्घ इत्यनयो अपवादसूत्रम्. अतः अनुवृत्तिसूत्रम् अस्ति अपदान्तात् अतः गुणे पूर्वपरयोः एकपररूपं संहिताया इति. अतो गुणे इति सूत्रं वदति यदि अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकपररूप आदेशः भवति. यदि पूर्वम् अदन्त अङ्गम् अस्ति, ह्रस्व अकारः अस्ति, तस्य परे गुणरूप अस्ति पूर्वपरस्थाने अकार पूर्वपररूपे एव अवशिष्यते. यथा अस्माकं उदाहरणम् अस्ति चोरय योग अत् इति अस्ति चोरय चोरय अन्ते अकार अस्ति ह्रस्व अकार अत् अपि तस्य गुणरूप अस्ति पूर्वपरयोस्थाने पर अकार तिष्ठति चोरयत् इति भवति तिङन्तरूपे चोरयन्ति आगच्छति तत्र इति अतोग्रे अग्रे अग्रे षत्वन्तप्रातिपदिकस्य निर्माणे एषु चतुर्षु धातुगणेषु साम्यम् अस्ति. यतो हि धातुविकरणप्रत्ययोः संयोजनेन अदन्तम् अङ्गं निष्पन्नम् भय भव नृत्य चोरय चतुर्णाणाम् अन्तिमो वर्णः ह्रस्वकारः चतुराणाम् अपि अङ्गम् अजन्तम् इति कारणेन तत्र अग्रे चतुराणां कार्यं समानम्. अतो गुणे इत्यनेन पूर्वपरयोः एकपररूपादेश परन्तु तस्मात् प्राप्य विकरणनिमित्तीकृत्य कार्यम् अस्ति धातु अङ्गे तत् भिद्यते विकरणभेदात्. इदानीं वयं दृष्टवन्तः शत्र प्रातिपदिकस्य इति सार्वधातुकप्रक्रिया अस्ति. तत्र विभजनं द्विविभजनं भवति अदन्त अङ्गं वा अनदन्तम् अङ्गं. यत्र अदन्तम् अङ्गम् अस्ति तस्य दशगणेषु चतुर्षु गुणेषु अदन्तम् अङ्गम् अस्ति. भ्वादिगणे द्वादिगणे तुदादिगणे अपि चुरादिगणे यदि चतुराणां चत्वारि इत्यस्य षष्ठी विभक्ति अस्ति भगिनि चतुर्णाम् इति चतुर्णाम् अस्तु चतुर्णां चतुर्णां गणानां यः अन्त अदन्तम् अङ्गं भवति यदा भू भव भवति नृत्य तुद चोरय इति भवति अन्ते आकारान्त अस्ति तत् केवलं धातु प्रथमं सोपानम् अस्ति धातुविकरणपटयो मेलनं भवति तस्य समानक्रिया अस्ति चतुर्षु गुणेषु गणेषु अपि अन्य केवलं वर्णमेलनम् अस्ति प्रक्रिया अङ्गं यत् धातुविकरणप्रत्यये मेलने अङ्गं निष्पन्नं भवति तस्य अङ्ग तदनन्तरम् अत् यत् अवशिष्यति तस्य मेलनेन केवलम् अतोगुणे इति सूत्रेण पूर्वपरयोस्थाने पररूपादेश तिष्ठति तत् केवलं कार्यं भवति. चतुर्षु गुणेषु एक कार्यं समानः अस्ति अङ्गं भूत्वा कार्यं समानम् अस्ति किन्तु विकरणधातुमेलने किं कार्यं विभजते प्रत्येकं गुणानुसारं भवति विकरणप्रत्ययानुसारं भवति. धन्यवादः भगिनि. धन्यवादः भगिनि. पुष्पभगिनी किम् अस्ति किं भगिनि पुष्पभगिनी आहत्य प्रथमदृष्ट्या चतुर्णां साम्यम् अतः चत्वारः मिलित्वा एकः धातुगुणसमूहः. द्वितीयदृष्ट्या चतुर्षु भिन्नतां तु अस्ति विकरणभेदात् एतदात् धारेण प्रथमधातुगणसमूहस्य कार्यं द्वितीयधातुगणसमूहस्य कार्यं च पृथक्तया वीक्ष्यते अस्माभिः. पुनः प्रथमधातुगणसमूहे चतुर्षु भेदः विकरणभेदात् अतः चतुरः गणान् पृथक् कृत्वा परिशीलयिष्यामः. तस्मात् परम् एव क्रमेण द्वितीयगणसमूहस्य अनदन्तानाम् इत्येषां गणानां प्रातिपदिकनिर्माणप्रक्रियाम् अवलोकयामहे. अस्तु, है, अत्र चतुर्णां प्रथमदृष्ट्या चतुर्णां साम्यमस्ति. चतुर्णां चत्वारः मिलित्वा एकधातुगणसमूहः इति मन्यते. तत्तु वादिगण, स्वादिगण, सुदादिगण, चुरादिगण, ते सर्वे चतुर्णां साम्यम् अस्ति. साम्यम् इति वदनेन कार्यं समान एव तिष्ठति. द्वितीयदृष्ट्या चतुर्षु भिन्नता तु अस्ति. तत्तु विकरणप्रत्ययः भेदात् ते सर्वे विकरणप्रत्यय भिन्नभिन्न विकरणप्रत्ययाः आयान्ति. सम्यक् आयान्ति, आयान्ति. तद् दृष्ट्वा द्वितीयदृष्टिः अस्ति. तत्तु ते प्रथमदृष्टि तृतीयदृष्टि तत्तु एतदाधारेण प्रथमधातुगणसमूहस्य कार्यं द्वितीय धातुगणसमूहस्य. तत्तु ते चतुर्णां त्यक्त्वा दशस गणाः सन्ति. ते तु द्वितीय धातुगणसमूहः इति सम्यक् मन्यते. तत् पृथक्त्या द्रष्टुं शक्नुमः. पुनः प्रथमधातुगणसमूहे चतुर्षु भेदः विकरणभेदात् एतदेव इदानीं इन्वर्टेड् ट्री रूपेण पश्यामः चेत् प्रथमं तु भेदद्वयं वर्तते, अदन्तम् अङ्गम्, अनदन्तम् अङ्गम् इति. अनन्तरम् अदन्तम् अङ्गम् इति स्वीकुर्मः चेत् तस्य तु विकरणप्रत्ययम् अनुसृत्य चत्वारः भेदाः भवन्ति. तत्र अब्वादिगणः, दिवादिगणः, तुदादिगणः, चुरादिगणः इति. तथा एव अनदन्तम् अङ्गानां कृते अपि गणभेदम् अनुसृत्य भिन्नभिन्न दृष्टिः भवति. प्रत्येकस्य गणस्य दृष्टिः अस्माभिः क्रियते इति. निर्माणं प्रक्रिया अवलोक्यमरे अवलोकयामः. धन्यवादः. आं भगिनि, आरम्भात् प्राक् कर्तरि शप् इति अस्य को अर्थः शत्रु प्रसङ्गे इति पश्येम. तिङ्गन्तप्रकरणे अपि कर्तृशप् आगच्छति, तदेव शत्रु प्रसङ्गे अपि. ततः आरम्भे कर्तृशप् किमर्थं शत्रुप्रसङ्गे प्रयोज आवश्यकम् इति पश्यामः. भगिनि, शत्रुप्रत्यये परे सर्वत्र शप् कर्तरि शप् धातुतः शप् प्रत्ययः भवति कर्तर्तक सार्वधातुकप्रत्यये परे. कर्तरि सप्तमन्तं शप् प्रथमान्तं द्विपदमिदं सूत्रं सार्वधातुके यक् इति अस्मात् सार्वधातुके इति अस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोः एकाचो हलादेः क्रियासमाभिहारे यङ् इति अस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं धातोः शप् प्रत्यय परश्च कर्तरि सार्वधातुके इति सूत्रम् कर्तरि शप् धातुतः शप् प्रत्यय भवति कर्तर्थे सार्वधातुकप्रत्यये परे नियमद्वयं वर्तते खलु प्रथमं तु कर्तर्थक सार्वधात् कर्तर्थक भवेत् द्वितीयं तु सार्वधातुकप्रत्ययः अपि चेत् शब्दः भवति धातुतः पदच्छेदात् कर्तरि सप्तन्तं शप् प्रथमान्तं द्विपदम् इदं सूत्रम् परन्तु सूत्रं तु सुपरिचितसूत्रम् अस्ति इति कृत्वा अग्रे सरं भगिनि अग्रेपि पठति किं कर्तरि नाम किम् इति अग्रिमपङ्क्तिं पठतु भगिनि कर्तृ नाम किं कस्मिंश्चित् वाक्ये क्रियापदं कर्तत्रे चेत् पूर्ववाक्यं कर्तृप्रयोगे भवति अतः तिङन्तप्रसङ्गे कर्तरि नाम वाक्य वाक्यस्तरे कर्तृप्रयोगः वाक्यं भावे प्रयोगे वा कर्मणि प्रयोगे वा चेत् शप्रत्ययः न विधीयते अधुना कृदन्तप्रसङ्गे व्यवस्था भिन्ना यतोहि कृदन्तं विशेषणं न तु क्रियापदं कृदन्तं कर्तत्रे कर्मण्यर्थे इत्यनेन केवलं शब्दस्तरे सूचना न तु वाक्यान्तरे वाक्यास्तरे कृदन्तं कर्तत्रे चेत् यस्य पदस्य विशेषणं तेन सह कर्तृसम्बन्धः यथा उदाहरणं यथा गच्छन् बालकः इति अस्मिन् द्वयोः पदयोः कर्तृसम्बन्धः यः गच्छति सः इत्यर्थः इत्यस्मिन् द्वयोः पदयोः किन्तु वाक्यस्तरे अयं बालकः बालकशब्दः कर्तृपदं कर्मपदम् अथवा अन्यत् किमपि करणकारकं सम्प्रदानकारकम् इत्यादिकम् अर्हति अतः वाक्यस्तरे न का अपि सूचना न कोऽपि सम्बन्धः अहं गच्छन्तं बालकं पश्यामि इत्यस्मिन् वाक्ये बालकशब्दः कर्मपदं तथापि गच्छन्तं बालकम् इदनयोः कर्तृसम्बन्धो भवति यः बालकः गच्छति इत्यर्थः वाक्यस्तरे यः बालकः गच्छति तम् इति अतः वृत्तान्ते शत्रुप्रत्ययः कर्तत्रे तु अस्ति एव परन्तु वाक्यं कर्मणि प्रयोगे अर्हति मात्रा भोजनं खादन् पुत्रः कथां श्राव्यते अत्र वाक्यं कर्मणि प्रयोगे खादन् पुत्रः कर्मपदं च अहं न अवगतं कर्तुं न शक्यामि अस्तु भगिनि नास्ति अन्यः कर्तुम् इच्छति किम् अग्रे रामप्रिया भगिनी कर्तुम् इच्छति आं भगिनि अत्र कर्तरि इत्युक्ते किम् इति दत्तम् अस्ति तत्र प्रथमम् अस्ति किमपि वाक्यं वयं कुर्मः चेत् तत्र क्रियापदं कर्त्रार्थे अस्ति चेत् तत्र पूर्णवाक्यं वयं कर्तरि प्रयोगे भवति इति वदामः अत्र यदा वयं तिङन्त प्रसङ्गे दृष्टवन्तः कर्तरि नाम किम् इति तत्र कर्तरि नाम वाक्यस्तरे कर्तरि प्रयोगे अस्तु तिङ्प्रसङ्गे वयं कर्तरि इति वदामः चेत् वाक्यस्तरे तस्य कर्तरिप्रयोगः भवति इत्येव वयम् अवगन्तुं शक्नुमः अनन्तरं यदा वाक्यं यत्किमपि वाक्यं वयं स्वीकुर्मः तद् भावे वा कर्मणि प्रयोगे अस्ति चेत् तत्र शप् प्रत्ययः तु न विधीयते. किमर्थम् इत्युक्ते कर्तरी शप् इति सूत्रेण कर्त्रार्थे एव शप् विधीयते, कर्मण्यार्थे वा भावार्थे वा शप् इति प्रत्ययः न विधीयते. इदानीम् अस्माकं प्रसङ्गः तु कृदन्तप्रसङ्गः अस्ति. तत्र तु व्यवस्था किञ्चित् भिन्ना अस्ति. किमर्थम् इत्युक्ते कृदन्तम् इति तु विशेषणम् अस्ति, कृदन्तं क्रियापदं नास्ति. यदा वयं तिङन्तं दृष्टवन्तः तत्तु क्रियापदम् अस्ति, कृदन्तं तु विशेषणम् अस्ति. कृदन्तं कर्त्रार्थे वा कर्मण्यार्थे इति कथं वयं वक्तुं शक्नुमः इत्युक्ते तदेव केवलं शब्दस्तरे सूचना भवति, न तु वाक्यस्तरे. इत्युक्ते कथं वदामि, किमपि कृदन्तं पदं वयं स्वीकुर्मः चेत् तत्र तद् कर्त्रार्थे अस्ति वा कर्मण्यार्थे अस्ति वा इति शब्दं दृष्ट्वा एव वयं ज्ञातुं शक्नुमः. वाक्यस्तरे तु तत् विशेषणमेव, तद् क्रियापदं नास्ति इति दत्तमस्ति. अनन्तरं कृदन्तं कर्त्रार्थे अस्ति चेत् यस्य पदस्य विशेषणं तेन सह कर्तृसम्बन्धः. अस्तु, तस्य एव उदाहरणं दत्तमस्ति. गच्छन् बालकः इति उदाहरणमस्ति. तत्र द्वयोः पदयोः, इत्युक्ते गच्छन् बालकः द्वयोः पदयोः कर्तृसम्बन्धः अस्ति. इत्युक्ते बालकः यः गच्छति सः इति पदयोः कर्तृसम्बन्धः अस्ति. किन्तु यदा वयं वाक्यस्तरे वदामः तत्र बालकः इति शब्दः तु कर्ता अस्ति. कर्मपदम् अथवा अन्यत् किमपि करणकारकं सम्प्रदाय अर्हति, अतः वाक्यस्तरे न कापि सूचना न कोऽपि सम्बन्धः. अस्तु, गच्छन् बालकः इति पदे इदानीं तत्तु कर्तृसम्बन्धः इति शब्दस्तरे अस्ति, परन्तु यदा वाक्यस्तरे वदामः तत्र तद् कर्तृपदमपि भवितुमर्हति, कर्मपदम् अथवा अन्यत् किमपि विभक्ति अन्तं पदमपि भवितुम् अर्हति. अतः तत्र कर्मण्यार्थे कर्त्रार्थे इति किमपि तत्र कोऽपि न सम्बन्धः किमपि नास्ति तत्र. यदा तत्र अन्यद् उदाहरणमस्ति, अहं गच्छन्तं बालकं पश्यामि इति. तत्र गच्छन्तं बालकम् इति बालकशब्दः, अत्र तु कर्म अस्ति. अहं बालकं पश्यामि, बालकम् इति कर्मपदमस्ति. गच्छन्तं बालकं, गच्छन्तम् इति तस्य विशेषणरूपेण आगच्छति, अतः तदपि द्वितीयाविभक्तिं स्वीकरोति. यः बालकः गच्छति तम् इति अर्थे तद् वाक्यस्तरे आगच्छति. अतः तत्र वयं यद्यपि गच्छन्तं बालकम् इति कर्तृसम्बन्धः अस्ति, तथापि तत्र कर्त्रार्थे वा कर्मण्यार्थे वा इति किमपि तस्य आवश्यकता नास्ति, सूचनायाः आवश्यकता नास्ति. गच्छन्तम् इति विशेषणरूपेण एव आगच्छति तत्र इति अस्ति. कर्त्रार्थे तु अस्ति एव, परन्तु वाक्यस्तरे तद् कर्मण्यार्थे कर्मणि प्रयोगे अपि शत्रुप्रत्ययस्य उपयोगं भवितुम् अर्हति. यदा मात्रा भोजनं खादन् पुत्रः कथां श्राव्यते इति. तत्र खादन् इति शत्रन्तपदमस्ति. खादन् पुत्रः इति पुत्रस्य विशेषणरूपेण खादन् आगच्छति. एतत्तु यदा वयं वाक्यं पश्यामः चेत् कर्मणि प्रयोगः अस्ति, परन्तु खादन् पुत्रः इति द्वयोः मध्ये किं वदामः, कर्मणि खादन् पुत्रः कर्मपदमेव अस्ति. आम्, किमर्थम् इत्युक्ते खादन् पुत्रः श्राव्यते इति इदानीं कर्मा प्रथमा विभक्ति अन्तम् आम् कर्म प्रथमा विभक्त्यन्तं स्वीकरोति, अतः एव तत् कर्मणि प्रयोगः इति वदामः. तावदेव अस्ति किल भगिनि, तत्र विशेषणरूपेण आगच्छति कृदन्तरूपम् इत्येव सूचना. कृदन्तं विशेषणरूपेण आगच्छति, अतः किञ्चित् क्लेशाय भवति. यदि कर्तृत्वे किं कर्मण्यर्थे किं कथं जानीमः वक्तुं शक्यते इत्येव प्रश्नः. यदि क्रियापदरूपेणैव आगच्छति चेत्, साक्षात् क्रिया अस्ति चेत्, क्रियापदम् अस्ति चेत् वयम् अस्माभिः वक्तुं शक्यते. कर्तारम् अनुसरति चेत् कर्तृप्रयोगः इति वक्तुं शक्यते, कर्मपदम् अनुसरति चेत् कर्मणि प्रयोगः इति वक्तुं शक्यते. किन्तु अत्र कृदन्तम् इति अत्र आयाति, तत्र तु तत्तु विशेषणरूपेण आयाति. तर्हि कथं जानीमः वयं तादृशकृदन्तं कर्तृर्थे किं कर्मण्यर्थे किम् इति कथं जानीमः इत्युक्ते, उदाहरणार्थम् अत्र महोदयेन यत्र अहं गच्छन्तं बालकं पश्यामि इति उक्तमस्ति, तत्तु अस्माभिः यदा वाक्यरूपेण लिखामः तर्हि यः बालकः गच्छति तम् इति वक्तुं शक्यते, तं पश्यामि इति विभज्य लिखितुं शक्नुमः. तथा लिखामः चेत् स्पष्टः भवति, तस्मिन् समये अस्माभिः ज्ञायते अत्र यः बालकः गच्छति, बालकः गच्छति द्वयोः अपि गम् धातोः गच्छति इत्यतः एव गम् धातुः तत्र आयाति खलु. तर्हि यः बालकः गच्छति गम् गच्छन् इति द्वयोः वयं यत्र सम्बन्धं पश्यामः चेत् साक्षात् सम्बन्धः अस्ति, बालकः गच्छति इत्यनयोः सम्बन्धः, न तु अन्यपदेन सह खलु. तर्हि उदाहरणम् भिन्नरूपेण पश्यामः चेत् अहं ग्रामं गम्यमानं ग्रामं गच्छन्तं बालकं पश्यामि इति अस्ति. अत्र तु गम्यमानम् इति अस्ति, तत्तु ग्रामं सूचयति इति कृत्वा कर्मण्यर्थे अस्ति. अत्र किन्तु गच्छन्तम् इति पदं, गच्छत् इति पदं तु बालकं सूचयति इति कृत्वा, बालकः इति पदेन सङ्गच्छति इति कृत्वा, तत्तु कर्त्रा सह अस्ति इति कृत्वा कर्तारं सूचयति इति कृत्वा कर्तरत्ते इति वक्तुं शक्यते. अत्र महोदयस्य वाक्यमस्ति खलु, माता भोजनं खादन् पुत्रः कथां श्राव्यते इति, तथा समीचीनं, नो चेत् मात्रा भोजनं खादन्तं पुत्रं कथा श्राव्यते इति वा. अत्र मम कथा इत्यस्य विकर्मकधातूनां सर्वदा भ्रमः भवति. अत्र अत्र यत्र उदाहरणार्थं पिता, पूर्वम् अस्माकं करपत्रम् आसीत् खलु, पिता माणवकं धर्मं ब्रूते इति, पिता माणवकाय धर्मं ब्रूते, तथा एव खलु. भगिनी अत्र अस्मिन् वाक्ये वाक्यं कर्मणि प्रयोगे अस्ति, मात्रा भोजनं खादन् पुत्रः कथां श्राव्यते. यदा भवती जानाति एव मात्रा, अत्र मात्रा श्राव्यते इत्युक्ते यदि मात्रा श्राव्यते, कथा श्राव्यते, मात्रा श्राव्यते, कथा श्राव्यते, कथा इति अत्र तु यत्र कर्मपदं कर्मपदेन सह श्राव्यते इति कर्मण्यर्थे अस्ति खलु. एकवारं शृणोतु, एकवारम् अत्र अहं किं चिन्तयामि इति एकवारं वदामि. अत्र श्राव्यते इति पदं श्रावयति, श्रावयति इति कर्त्रर्थे निजन्तरूपं श्रावयति, श्रावयति इति पदस्य निजन्तपदस्य कर्मणि रूपं श्राव्यते. अत्र निजन्तरूपं अपि च कर्मणि रूपं निजन्तप्रयोगेषु कर्मणि प्रयोगे तत्र कानिचन सूत्राणि, एकं सूत्रं दत्तमस्ति. यदा अहं निजन्तप्रसङ्गे किञ्चित् पठितवती तदर्थं वदामि. तत्र गतिबुद्धिप्रत्यवसानार्थशब्दकर्मकर्मकवनाम् अणिकर्तासणौ इति एकं सूत्रमस्ति. तेन सूत्रेण तत्र निजन्तप्रयोगेषु प्रयोजककर्ता प्रयोज्यकर्ता इति कर्तृद्वयमस्ति कर्तृप्रयोगे, किन्तु निजन्तप्रयोगवाक्यं कर्मणि प्रयोगे रचयामश्चेत् तत्रापि कर्मपदद्वयं सम्भवति. यथा भवती उक्तवती द्विकर्मक इति न वदामः, तत्र प्रयोज्यकर्मपदं प्रधानकर्मपदम् इति वदामः. प्रयोज्यकर्मपदस्य विभक्तिः साधारणतया प्रथमा विभक्तिः भवति, किन्तु तत्र एक वार्तिकम् अस्ति, वार्तिकं नास्ति कारिका अस्ति. तेन तत्र केषुचित् स्थलेषु विकल्पेन रूपद्वयं भवति. अत्र यदि अत्र प्रेरणार्थे लिच् इति पाठं पश्यति चेत् भवती सम्यक्तया अवगन्तुं शक्नोति. कारिका किम् इति वदति किं भगिनि तस्मिन् ईपत्ररूपेण प्रेष्यते, अधुना न आवश्यकं. तर्हि अहं अत्र दत्तमस्ति भगिनि, बुद्धिभक्षार्थयोः शब्दकर्मणां च निजेच्छया प्रयोज्यकर्मण्येषां नियन्तानां लादयो मताः. अत्र लकारेण सह कस्य सम्बन्धः इत्युक्ते प्रयोज्यकर्मणः सम्बन्धः लकारेण सह भवति वा प्रधानकर्मपदस्य सम्बन्धः लकारेण सह भवति वा इति तस्य कृते सा कारिका दत्तमस्ति. कुत्र पश्यति भगिनि? यदि भवती अत्र निजन्त कथं प्रेरणार्थे णिच् परिचयः 11th लेसन् लेवेन्त् इत्युक्ते फ्रम् 9th लेसन् अण्ड् सब् लेसन् 11 प्रेरणार्थे णिच् परिचयः. अन्ये व्याकरणसम्बद्धविषयाः लेफ्ट् हेण्ड् सैड् अन्ये व्याकरणसम्बद्धविषयाः तत्र प्रेरणार्थे णिच् परिचयः. तत्र कुत्र तत्र कस्मिन् पङ्क्त्यामस्ति भगिनि? तस्मिन् करपत्रे अन्ततो गत्वा अन्ते एव अस्ति भगिनि. अत्र अन्ते कानिचन उदाहरणानि दत्तानि, कर्तरीप्रयोगः कर्मणिप्रयोगः, तत्र एकं कोष्टकमस्ति, तत्र कानिचन वाक्यानि सन्ति. तस्मात् पूर्वं अत्र निजन्तानां कर्मणि प्रयोगः पश्यामि. कर्मणि प्रयोग बुद्ध्यर्थकस्य भक्ष्यार्थकस्य शब्दकर्मकाणां च प्रयोज्ये कर्मणि प्रधानकर्मणि बालकारः इति उक्तमस्ति. धन्यवादः भगिनि, बहु धन्यवादः. तर्हि द्वौ अपि साधु इति एव खलु, यदि अहं तादृशं कदा श्राव्यते अपि साधु, बालकः श्राव्यते इत्यपि साधु इति सारांशः भवत्या. अहं चिन्तयामि अत्र किञ्च अत्र कारिका किं वदति इत्युक्ते बुद्ध्यर्थकधातूनां विषये, भक्षार्थकधातूनाम् अपि च शब्दकर्मधातूनां विषये निजेच्छया. निजेच्छया इत्युक्ते विकल्पेन वाक्यद्वयं सम्भवति. अत्र भवती पश्यति चेत् प्रथम त्रीणि उदाहरणानि सन्ति. तत्र प्रथमं वाक्यं पश्यति चेत् बोधयति, गुरुणा छात्रः श्लोकार्थः बोध्यते, गुरुणा छात्रं श्लोकार्थः बोध्यते इति द्वौ अपि साधु इति अवगच्छामि भगिनि. रूपद्वयमपि साधु इति अधुना अवगच्छामि. किन्तु अत्र श्रावयति इति क्रियापदम् एतेषु त्रिषु स्थलेषु तिष्ठति वा इति द्रष्टव्यम्. इत्युक्ते अत्र प्रथमं बुद्ध्यर्थकधातूनां कृते बोधयति इति क्रियापदं दत्तं, भक्षार्थकः इत्यस्य कृते भोजयति भोज्यते इति रूपं, तृतीयम् अस्ति अध्यापयति. तत्र किन्तु अत्र श्रावयति इति पदं कीदृशं पदं, शब्दकर्म वा इति द्रष्टव्यं. शब्दकर्म अस्ति भगिनि, श्रावयति इति शब्दकर्म. अस्तु अस्तु, धन्यवादः भगिनि. धन्यवादः भगिनि, बहु धन्यवादः. अग्रे सरेम, बहु धन्यवादः भगिनि. अस्तु, झटिति संशयं निवारितं भवत्या. अस्तु, अग्रे कः तस्य क्रमः आसीत्? अरुणा भगिनी पठति, रामप्रिया भगिनी पठति, लक्ष्मी भगिनी पठति किम्? आं भगिनि, अत्र कृदन्तं कर्मण्यर्थे चेत् यस्य पदस्य विशेषणं तेन सह कर्मसम्बन्धः, यथा वक्तव्या कथा. अत्र कथा स्वयं वदति इति न अर्थः, अपि तु या कथा उच्यते सा केनचित् वक्तव्या. अतः तव्यत् प्रत्ययः कर्मण्यर्थे अस्ति, न तु कर्त्र्यर्थे. अपि च सा वक्तव्या कथा वाक्यस्तरे कर्तृपदं कर्मपदं किमपि भवितुमर्हति. इयं वक्तव्या कथा समीचीना. अनया एव वक्तव्यया कथया शिशोः निद्रा आगता. अत्र उपरितनपरिच्छेदे भावे प्रयोगे कर्मणि प्रयोगे कर्तरि शप् न आयाति इति लिखितमस्ति. अपि च कृदन्तपदं साधारणतया विशेषणं भवति. कृदन्तपदं क्रियापदं नास्ति, केवलं विशेषणं भवति. किन्तु अत्र उपरितनपरिच्छेदे शत्रन्तपदस्य विषये उदाहरणद्वयं दत्तमस्ति. इत्युक्ते शत्रन्तपदं कर्तरिप्रयोगे अस्ति चेत् तस्य स्वरूपं कथं भवति, कर्मणि प्रयोगे अस्ति चेत् तस्य रूपं कथं अवगन्तुं शक्नुमः, तद् दत्तमस्ति. किन्तु अत्र अस्मिन् परिच्छेदे तव्यत्प्रत्ययः अपि कृत्प्रत्ययः एव. तव्यत् प्रत्ययः कृत्प्रत्ययः. किन्तु वयं पूर्वमेव जानीमः तव्यत् प्रत्ययः साधारणतया कर्मण्यर्थे एव तस्य उपयोगं कुर्मः. अत्र एकं लघुवाक्यं दत्तमस्ति, वक्तव्या कथा. अत्र वक्तव्या इति पदं कथाशब्दस्य विशेषणमस्ति. अत्र वक्तव्या इति पदं तव्यत् प्रत्ययान्तरूपं, किन्तु तव्यत् प्रत्ययान्तरूपाणि त्रिषु लिङ्गेषु भवन्ति. अत्र किं दत्तमस्ति इत्युक्ते वक्तव्या कथा इति उपवाक्यं वदामश्चेत् तत्र कथा स्वयं न वदति, कथा केनापि वक्तव्या एव इति लिखितमस्ति. कर्मपदं सूचयति. आं भगिनि, कर्मपदं सूचयति. तव्यत् प्रत्ययः कर्मण्यर्थे अस्ति, न तु कर्त्रार्थे. इत्युक्ते अत्र कर्मपदं सूचयति, येन केनापि वक्तव्या इत्युक्ते सर्वदा कर्मपदमेव सूचयति खलु. किमर्थमित्युक्ते आदौ एकं वाक्यमपि उक्तवती, शब्दम् उक्तवती, सामान्यतया इति उक्तवती, तव्यत् प्रत्ययः कर्मण्यर्थे भवति इति. किन्तु नितरां तु तव्यत् प्रत्ययः कर्मण्यर्थे एव अस्ति खलु, तथा अस्ति खलु भवत्याः अपि क्षम्यतां सर्वदा एव वक्तव्यं, सर्वदा कर्मण्यर्थे एव तव्यत् प्रत्ययस्य उपयोगः भवति. अत्र इतोपि अपि च सा वक्तव्या कथा, यदि वक्तव्या कथा इति पदं लघुवाक्यं वाक्यस्तरे पश्यामश्चेत् तदा तस्य रूपं कथं भवति इत्युक्ते तत्पदं कर्तृपदं भवति वा कर्मपदं भवति वा अपि च किमपि अन्यत् पदं भवति वा इति चिन्तयामश्चेत् अत्र वाक्यद्वयं लिखितमस्ति. इयं वक्तव्या कथा समीचीना इति एकं वाक्यं, तस्मिन् वाक्ये कथा समीचीना, वक्तव्या कथा समीचीना, इयं वक्तव्या कथा समीचीना इत्युक्ते अस्मिन् वाक्ये कथा इति पदं कर्तृपदमस्ति. अनया एव वक्तव्यया कथया शिशोः निद्रा आगता. अस्मिन् वाक्ये वक्तव्यया कथया तृतीयान्तं रूपम् अस्ति, इत्युक्ते कर्णकारकं वाक्यमस्ति. इत्युक्ते अत्र तवेत् प्रत्ययः कृत्प्रत्ययः अपि च सर्वदा कर्मण्यर्थे एव भवति. किन्तु यत् पदं तव्यत् प्रत्यययुक्तं पदमस्ति तत्पदं वाक्यस्तरे पश्यामश्चेत् तत्पदं किमपि पदं भवितुमर्हति, इत्युक्ते कर्तृपदं वा कर्मपदं वा अथवा करणकारकं वा. अपि च अत्र न दत्तमस्ति सम्प्रदानकारकम् अपि भवति वा. आं भवितुमर्हति. आं भगिनि, किमस्ति वक्तव्याय कथायाय किमपि अञ्जलिं दत्तवान्, नो चेत् प्रोब्ली हिरोट रैट् अप् फोर् इट् आर् समथिङ्ग् लैक् दट्. किमस्ति संस्कृतेन कथम् उक्तं. धन्यवादः भगिनि. तदेव तदेव अस्ति. अस्तु, तर्हि वाक्ये यदि कर्तृकृतं कस्मिन् विभक्त्याम् अस्ति, कस्यां विभक्त्याम् अस्ति, कः किं कारकम् अस्ति इति तादृशचिन्तनं यदि कर्तृपदमस्ति वा कर्मपदमस्ति वा इति न प्रश्नः. यत्किमपि भवतु, द्वयोः पदयोः यत् विशेषणरूपेण यत् कृदन्तम् आयाति, तस्य कृदन्तस्य यत् विशेष्यम् अस्ति तेन सह कः सम्बन्धः इति दृष्ट्वा एव वक्तव्यम् इति. क्षम्यतां भगिनि, अहं न अवगतं या कथा. न अवगतवती. अत्र भगिन्या इयं कथा इयं वक्तव्या कथा समीचीना अस्ति इति, तत्तु कर्तृ तत्तु कर्तृप्रयोगः अस्ति खलु. कः अस्ति इति, का अस्ति इति पृच्छामः चेत् कथा अस्ति, कीदृशी कथा, वक्तव्या कथा समीचीना अस्ति इति उक्तमस्ति खलु. तर्हि वक्तव्या कथा इति कर्तृपदमस्ति अस्मिन् वाक्ये, अस्ति इति क्रियापदं, यथा अहम् अहम् अस्मि न चेत् भगिनी अस्ति इति वदामः, तर्हि भगिनी तु भगिनी इति पदं तु कर्ता अस्ति. तथा एव अत्रापि वक्तव्या कथा समीचीना अस्ति इति क्रियापदं स्वीकुर्मः चेत् वक्तव्या कथा इति कर्तृपदमस्ति, किन्तु तथापि वक्तव्या कथा इति तत् विशेषणविशेषं कृदन्तं यत् अस्ति, अनन्तरं तद्विशेषमपि स्वीकुर्मः चेत् केन वक्तव्या इति प्रष्टव्यं खलु. तर्हि तत्र तु केनापि अन्येन वक्तव्या कथा खलु, अन्येन करणीयं, कानि कार्यं करणीयं खलु. तर्हि तत्र तु कर्ता तु भिन्नः अस्ति, कथा न वदति खलु, कथा साक्षात् कथा न वदति खलु, अन्येन उच्यते, अन्येन अन्यः अन्येन उच्यते इत्युक्ते अन्यः वदति तादृशकथा, तादृशी कथा इति धन्यवादः. साक्षात् वाक्यं स्वीकृत्य कर्ता अस्ति, पदं तु कथा कर्तृपदमस्ति, अतः वक्तव्या अपि कर्तृक अस्ति इति न वक्तव्यम् इति न चिन्तनीयं, किन्तु केन वक्तव्या इति प्रष्टव्यं खलु. तर्हि कथा वक्तव्या द्वयोः अपि सम्बन्धं पश्यामः चेत् वक्तव्या इति तु किम् अस्ति, तत्तु क्रिया तु कर्मणि रूपे आयाति खलु, तत्र तु कर्मण्यर्थे कर्म साक्षात् स्वयं न वक्तुं शक्नोति खलु, कथा केनापि अन्येन वक्तव्या इति तत्र अवगन्तव्यं, तर्हि कर्मणि कर्मण्यर्थे इति वदामः. तथा एव पूर्वमपि पूर्वतन पङ्क्त्यामपि आसीत् अस्माकं गच्छन्तं बालकं पश्यामि इति अहं वदामि चेत्, गच्छन्तं बालकं यद्यपि कर्मपदरूपेण अस्ति तथापि गच्छत् बालकः इत्यः तं पश्यामि इति स्वीकरणीयं. बालकः गच्छत् इति बालकः एव गच्छति खलु, अन्यः न गच्छति इति, बालकः गच्छत् इति तु शतरन्तपदं तु कर्तरत्वे अस्ति इति अवगन्तः. धन्यवादः, धन्यवादः भगिनि, बहु धन्यवादः लक्ष्मी भगिनि. मणिमहोदय अग्रे पठति. चमिता महोदय, आहत्य तिङ् प्रसङ्गे अपि कृत् प्रसङ्गे अपि कर्तरि सप् इत्यस्य प्रसक्तिः अस्ति, व्यवहारः भिन्नः, शत्रुप्रत्ययः कर्तर्ते अपि च तिङ् तिङ्क्षित् सार्धधातुकम् इत्यनेन सार्धधातुकः, अतः सर्वत्र कर्तरि सप् इत्यनेन धातु शत्रुप्रत्ययोः मध्ये सप्विकरणप्रत्ययः विहितः. तिङ्गन्तप्रसङ्गे अपि कृत् प्रसङ्गे अपि कर्तरि सप् इति सूत्रेण सूत्रं भवितुम् अर्हति इति प्रसक्तिः अस्ति. व्यवहारः मीन्स् किम् अर्थः, वक्तसमये वा व्यवहारः? एकनिमिषम्, अहं पुनः मम मनः कुत्रचित् आसीत्, कृदन्तं कर्मण्यर्थे चेत् यस्य पदस्य विशेषणं तेन सह कर्मसम्बन्धः, यथा वक्तव्या कथा, तदेव अस्माभिः अधुना दृष्टमासीत् खलु. तर्हि कृदन्तं यत् अस्ति तत्तु तत्तु कृदन्तं तु विशेषणरूपेण आयाति इति वयं जानीमः. तर्हि विशेषेण सह तस्य कः सम्बन्धः इति द्रष्टव्यम् इत्युक्ते गच्छत् बालकः, गच्छन्तं बालकं पश्यामि इत्यस्मिन् गच्छन्तं बालकं यद्यपि द्वितीयाविभक्त्याम् अस्ति कर्मपदम् अस्ति तथापि गच्छन्तं बालकम् इति अस्ति खलु, तत्तु द्वितीयाविभक्ति अस्ति. यदि पृथक्तया पश्यामः चेत् गच्छत् बालकः इति आयाति, तर्हि गच्छत् इति पदेन पदस्य बालकः इति पदस्य पदेन सह कः सम्बन्धः? बालकः एव साक्षात् गच्छति खलु, तर्हि कर्तृत्वकः अस्ति इति. बालकः एव गच्छति किन्तु अद्य भिन्नरूपेण पश्यामः चेत् वक्तव्या कथा इति अस्ति, वक्तव्या कथा इत्यपि वक्तव्या कथा सम्यक् अस्ति इति अस्ति, तर्हि वक्तव्या कथा इत्यपि कर्तृपदम् अस्ति अस्मिन् वाक्ये. किन्तु वक्तव्या कथा कथा वक्तुं शक्यते किं? कथा साक्षात् स्वयं वक्तुं न शक्यते, किन्तु अन्येन वक्तव्यम् इति कृत्वा कथा तु कर्मपदम् अस्ति. तर्हि वक्तव्या कथा इति यत्र विशेषणरूपेण तव्यत् प्रत्ययाति तत्तु कर्मण्यर्थे अस्ति. यः वदति तं न सूचयति वक्तव्या इति पदम्. वक्तव्या इति तव्यत् प्रत्ययः प्रत्यान्तं पदं यः वदति तं न सूचयति, तत्तु कथां सूचयति इति कृत्वा कर्मण्यर्थे अस्ति इति वदामः खलु. तथैव यथा वक्तव्या कत्र अत्र कथा स्वयं वदति इति नार्थः, अपि तु या कथा उच्यते अन्येन या केनचित् वक्तव्या इति तदेव अस्ति. तर्हि कृदन्तम् अनन्तरं विशेष्यम् अस्ति खलु, तयोः कः सम्बन्धः? यत् कृदन्तं यत् कार्यं सूचयति तद् साक्षात् तद् विशेषं करोति इति अस्ति चेत् तत्तु कर्तृकर्तृकर्तृतकः अस्ति. किन्तु अन्येन क्रियते चेत् कर्मपदसम्बन्धः कर्मण्यर्थे इति वक्तुं शक्यते खलु. आगच्छति किं महोदय? गच्छत् बालकः, कः गच्छति? बालकः गच्छति. कः गच्छत् बालकः? तर्हि बालकः एव तत् कार्यं करोति. गम् धातुः यत् सूचयति तत् कार्यं तु बालकः करोति इति कृत्वा कर्तरर्थः. तथा एव समानरीत्या पश्यामः वक्तव्या कथा इति अस्ति, कथा वदति किं? वद् धातुः, वच् धातोः अस्ति वक्तव्या इति आगच्छति. तर्हि वच् धातुः वक्ति किं, कथा वक्ति किं वक्तुं शक्नोति किं? न खलु, अन्येन एव वक्तव्यं. तर्हि कथा इति इत्यनेन सह कर्मण्यर्थे भवति वक्तव्या इति पदम् रूपं तदेव. अस्तु महोदय, प्रश्नः पृष्टव्यः वक्तव्या कथा कथा इत्यस्य प्रश्नः पृष्टवान्. वक्तव्या इति धातुः तु वच् धातुः अस्ति, तर्हि कथा इत्यनेन क्रियते किं कार्यम् इति प्रष्टव्यं, न कथा इत्यनेन किमपि कार्यं न कर्तुं शक्नोति. कथा इति कर्मपदमस्ति तत्र खलु, तर्हि अन्यः एव अन्येन वक्ति खलु इति कृत्वा अन्यः वक्ति इति कृत्वा कर्मसम्बन्धः अस्ति अत्र अक्तव्यप्रत्ययस्य इति कर्मपदं सूचयति इति. अत्र तृतीया वक्ति भवति अन्येन वक्तव्या कथा इति. तर्हि यः अन्येन इति वदामः तत्तु अधुना वदामः, किन्तु तदेव कर्ता अस्ति, अन्यः कर्ता अस्ति. कथा इति कर्मपदमस्ति, कर्मपदं सूचयति वक्तव्या इति तव्यत् तव्यत् तव्यत् अन्तं पदम्. भगिनि अग्रे पठतु महोदय. भगिनि पूर्वं तं वदसि अहं गम्यमानं ग्रामं वाक्यं पूर्णं वदतु. ओके ओके, अहं मया यदुक्तमासीत् चेत् अहं गम्यमानं ग्रामं गच्छन्तं बालकं पश्यामि. ग्रामं गच्छन्तं बालकं पश्यामि, अहं ग्रामं गच्छन्तं बालकं. कीदृशं ग्रामं? गम्यमानं ग्रामम् इत्युक्ते ग्रामं गम्यते किन्तु अन्येन गम्यते, बालकेन गम्यते, ग्रामः स्वयं न गच्छति खलु. तर्हि गम्यमानम् इति तत्र तु यत् कर्मण्यर्थे शानच् प्रत्ययः अस्ति, गम्यमानम् इति गम्यते इत्यस्य शान कर्मण्यर्थे अस्ति. धन्यवादः. वदनेन बालकं बालकस्य सूचनं किं भगिनि? गम्यमानं गम्यमानं ग्रामं सूचनं भगिनि. भगिनि अत्र भवती यद् वाक्यम् उक्तवती तस्मिन् विषये अहं किञ्चित् वदामि वा? वदतु भगिनि. अत्र अहं गम्यमानं ग्रामं गच्छन्तं बालकं पश्यामि. एतत् वाक्यं कर्तरिप्रयोगे अस्ति. अपि च गच्छन्तं बालकम्, अत्र गच्छन्तं बालकम् इति द्वितीयान्तं रूपम् अस्ति, किन्तु सत्र प्रत्ययः साधारणतया कर्मपदं स्वीकरोति इति कारणतः गम्यमानं ग्रामम् इति भवति वा तस्य कर्मपदम्? न न अत्र किम् इत्युक्ते मया एव उक्तमासीत्, अत्र तु गच्छन्तं बालकम् इति अस्ति खलु. गच्छन्तम् इति पदं शत्रुप्रत्ययुक्तं पदं कस्य विशेषणमस्ति? विशेषणमस्ति ग्रामम् इत्यस्य विशेषणं भवितुमर्हति, बालकम् इत्यस्य विशेषणमेव भवितुमर्हति. तर्हि गम् इति धातुः कः करोति अत्र? बालकः. बालकः करोति. तर्हि बालकः अनन्तरं गम् धातोः गच्छन्तम् इत्यस्मिन् गम् धातोः कः सम्बन्धः? बालकः एव करोति खलु, कर्ता अस्ति. गम् इति यत् कार्यमस्ति तत्तु बालकः करोति इति कृत्वा एव गच्छन्तं बालकम् इति. तर्हि तत्तु कर्तृत्वकः अस्ति इति उक्तम् एव. अपि च अत्र गम्यमानं ग्रामं गच्छन्तं बालकम् इति उक्तवती, अत्र वाक्यं साधु एव खलु. गम्यमानं ग्रामं गच्छन्तं बालकं पश्यामि इति वक्तुं शक्नोमि खलु, तत्र वाक्यदोषः अस्ति किम्? न न अहमपि चिन्तयन्ती अस्मि. अत्र अत्र गम् धातुः अत्र गम् धातुः किम् अस्ति? गम् धातुः किम् अस्ति? गम् गत्यर्थकः अस्ति इति कृत्वा गम् ग्रामं गच्छन्तं बालकं पश्यामि इति वक्तुं शक्यते खलु. तर्हि ग्रामं गच्छन्तं बालकं कीदृशं ग्रामम् इति पुनः पृच्छामः चेत् गम्यमानं ग्रामम् इति अपि वक्तुं शक्यते. तर्हि अत्र गम्यमानं ग्रामम् इति पद इति गम्यमानं ग्रामम् इति गम्यमानम् इति पदं तु ग्रामम् इत्यस्य विशेषणम् अस्ति. विशेषणं तर्हि ग्रामं गम्यमानं ग्रामम् इति अस्ति. अत्र पश्यामः चेत् गम् धातुः पुनः अस्ति, किन्तु ग्रामः गच्छति, ग्रामं गच्छति किम् इति प्रश्नः उदेति. ग्रामं तु गन्तुं न शक्नोति, अन्येन गन्तव्यम्, अन्येन अन्यः एव गच्छति खलु इति कृत्वा अतः एव कर्मणि शाणच् अस्तु धन्यवादः. तदेव तदेव विषयः किम् इत्युक्ते सारांशः इति मया यत् अहं वक्तुम् इच्छामि इत्युक्ते यत् विशेषणविशेषरूपेण यत् विशेषणविशेषरूपेण पदद्वयं यत् वयं स्वीकुर्मः यत् कृदन्तं यस्य विशेषणम् अस्ति तेन पदेन सह कः सम्बन्धः इति द्रष्टव्यम् न तु पूर्णवाक्यम् अस्माकं वाक्यं स्वीकृत्य न द्रष्टव्यं, किन्तु अस्माकं कृदन्तं यस्य विशेषणम् अस्ति तद् पदद्वयम् अपि स्वीकृत्य तद् कार्यं कः करोति इति कृत्वा तादृशप्रश्नं पृष्ट्वा अस्माभिः अवगन्तव्यं यत् कर्तृसम्बन्धकम् अस्ति वा कारण कर्मसम्बन्धमस्ति वा इति. हा तत्र भगिनी गम्यमानं गानं ग्रामं तत्तु सूचयति. आं सत्यम्. गम्यमानम् इति वदनेन गम्यते इति अस्माकं कर्मणि प्रयोगः अस्ति खलु. गम्यते इत्यस्य शानच् प्रत्ययः, शानजन्तरूपम् अस्ति, शानच् रूपम् अस्ति गम्यमानम् इति. गच्छति इति सामान्यतया तु गच्छति इति परस्मैपदी अस्ति, तर्हि तस्य तु शत्रुप्रत्ययः भवति, गच्छत् इति आगच्छति. किन्तु गम्यते इति यत्र कर्मण्यर्थे अस्ति तत्तु गम्यते इति आत्मनेपदी अस्ति इति कृत्वा तस्य शानच् रूपं भवति. कर्मणि इत्यस्य सर्वदा शाणजन्तं रूपमस्ति. इत्युक्ते अत्र परस्मैपदी धातूनां कृते इत्युक्ते सर्वेषां धातूनां कर्मणि रूपं कर्मणि क्रियापदेन सह शाणजन्तरूपं सिद्ध्यति. आं सत्यम्. आं कर्तृ यदि कर्तरीरूपं यत् अस्ति तत्र तु अस्माकं परस्मैपदी आत्मनेपदी इति रूपद्वयमपि भवितुमर्हति खलु. कदाचित् उभयपदी भवति. तर्हि यत्र कर्तृ कर्तृत्वे अस्ति तस्य तादृशक्रियापदस्य यदि परस्मैपदी अस्ति चेत् परस्मैपदीधातुः अस्ति चेत् सर्वदा तु शत्रुप्रत्ययः एव आयाति, तथा एव आत्मनेपदीधातुः अस्ति चेत् क्षानजरूपं भवति. तर्हि यत्र वयं कर्तरते इति पश्यामः चेत् शत्रु अपि भवितुमर्हति, शानस् अपि भवितुमर्हति धातुम् अनुसृत्य, नो चेत् उभयोः अपि किमस्ति, उभयपदी अस्ति चेत् रूपद्वयं भवितुमपि अर्हति. यदा पश्यति इत्यस्य पच्यमानः पचत् इत्यपि रूपं भवति. किन्तु यत्र कर्मण्यर्थे अस्ति तत्र तु सर्वदा यक् प्रत्ययः भूत्वा तत्र तु आत्मनेपदीरूपं प्राप्नोति खलु कर्मण्यर्थे. तर्हि कर्मणि प्रयोगे तर्हि तादृशकर्मणि रूप क्रियापद यत् पदमस्ति तस्य तु सर्वदा तु शानजन्तरूपमेव, नित्यं शानजन्तरूपम् एव भवितुमर्हति. तस्य तु शत्रु तत्र न एव आयाति. अत्र एकं सूत्रम् अपि अस्ति, लटः शत्रुशाणचौ प्रथम समान अधिकरणे इति सूत्रं 3-2-1-2-4 इत्यनेन लट्लकारस्य स्थाने शाणच् आदेशः भवति. शत्रु वा शाणचौ उभयोः अपि लटः शत्रुशाणचौ आम्, तर्हि उभयोः कर्तृत्वे अस्ति चेत् उभयोः अपि भवितुम् अर्हति. लटः स्थाने वर्तमानकालार्थे अस्ति इत्येव अस्ति शत्रुशानचौ इति. अत्र तु अस्माकम् अधुना चर्चा अस्ति यदि कर्मण्यर्थे यत्र वयं शानचैव भवति खलु इति प्रश्नः. शत्रु परस्मैपदि भवति, अतः लः परस्मैपदम् इति 1-4-5 लट्लकारे शान् कर्मणि कर्मणि रूपमपि भवितुमर्हति खलु, लट्लकारकर्मणि वाक्यमपि भवितुमर्हति खलु, कर्मणि अपि बालकेन उच्यते इति वयं वदामः खलु. तर्हि तत्र तु यद्यपि लट्लकारः अस्ति तथापि शत्रुशानस्य एव आगच्छतः, किन्तु शत्रु न भवति कर्मण्यर्थे अस्ति चेत्. किमर्थम् इत्युक्ते सर्वदा तु आत्मनेपदीरूपं प्राप्नोति इति कृत्वा शानचैव रूपं भवति. धन्यवादः महोदय. अग्रे अग्रे शत्रुप्रत्ययः कर्तृक अपि अस्ति, तिंशित् साधुधातुकम् इति न सार्धधातुकम् अपि न शिति अस्ति, अतः सार्धधातुकः अपि अस्ति. कर्तरिसप् इत्यनेन विकर्णप्रत्ययः धातु शत्रुप्रत्ययोः मध्ये विहितः इति भवति. अत्र महोदय अत्र किं वदति महोदय, करपत्रात् पठति किम्? आहत्य पुनः वदति किं, क्षम्यताम्, आहत्य तदेव पठति खलु, पुनः वदतु. तदेव नेक्स्ट् सेण्टेन्स् पूर्व पुनः पठतु महोदय, क्षम्यताम्. आहत्य तिङ् प्रसङ्गे अपि कृत् प्रसङ्गे अपि कर्तरि सप् इत्यस्य प्रसक्तिः अस्ति, व्यवहारः भिन्नः, तस्य अर्थः भवान् इदानीम् उक्तः. शत्रुप्रत्ययः कर्तृत्वे अपि तिंसित् सार्धधातुकम् इत्यनेन सार्धधातुकः अपि भवति, अतः सर्वत्र कर्तरि सप् इत्यनेन धातु शत्रुप्रत्ययोः मध्ये सप् विकरणप्रत्ययः विहितः. तर्हि कर्तरिषप् इत्यस्मिन् सूत्रे उक्तमस्ति कर्तरिषप् सार्वधातुके इति उक्तमस्ति, किन्तु सार्वधातुके इति किमस्ति, कृदन्तमपि सार्वधातुकप्रत्ययं भवितुमर्हति, तिङन्तमपि सार्वधातुकं भवितुमर्हति इति कृत्वा यत्र यत्र कृदन्तमपि अस्ति, यत्र उदाहरणार्थं यत्र षित् प्रत्ययः, कृदन्तं तु साक्षात् षित् अस्ति चेत् एव सार्वधातुकसंज्ञा प्राप्नोति खलु इति कृत्वा तस्य तु तस्य अत्रापि यत्र कृदन्तम् इति व्यवहारः अस्ति तत्र यत्र शत्रुशानस् तत्रापि शप्रत्ययः नवप्रत्ययाः सन्ति इति मन्ये, शत्रुप्रत्ययाः यत्र क्षम्यतां कृदन्ताः यत्र षित् भवति इति कृत्वा सार्वधातुकसंज्ञा प्राप्नुवन्ति तेषां सर्वेषामपि तत्र सर्वत्र प्रायः कर्तरि साक्षात् प्रायः इति न वक्तव्यं, कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति, प्राप्तिः अपि भवेत् इति मन्ये. धन्यवादः. धन्यवादः महोदय. सरला भगिनी, शत्रुन्त्रप्रातिपदकस्य निर्माणप्रक्रिया स्वतन्त्रप्रातिपदकस्य निर्माणं द्वे सोपाने स्तः प्रथमं विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययमेलनं द्वितीयमस्ति शत्रुप्रत्ययनिमित्तकम् अङ्गकार्यं तथा अङ्गं शत्रुप्रत्ययो मेलनम्। प्रथमे धातुगणसमूहे भू आदौ द्वादौ त्रादौ चुरादौ धातुविकरणप्रत्ययोः मेलनं यत् अङ्गं निष्पन्नं तत् सदा अदन्तम्। अतः शत्रुप्रत्ययं निमित्तीकृत्य किमपि कार्यं नास्ति। अस्य धातुगणसमूहस्य स्वतन्त्ररूपाणि प्रथमम् अवलोकनीयानि। तदा द्वितीयगण धातुगणसमूहस्य वीक्षामहे यत्र शत्रुप्रत्ययं निमित्तीकृत्य अङ्गकार्यम्। अत्र संक्षेपे अत्र दत्तमस्ति प्रातिपदिकस्य या प्रक्रिया आसीत् सार्वधातुकप्रक्रिया यथा तिङ्प्रत्यय प्रति भवति। प्रथमं सोपानं तत्र अस्ति विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं यथा धातुविकरणप्रत्ययो मेलनं यथा यद् यथा अस्माकं विवक्षा अस्ति एकत्री अस्तके विवक्षा अस्ति तत्र यदि भूधातु वयं स्वीकुर्मः तत्र लट्लकारे लट्लकारसमाने इति सूत्रमस्ति शप्शनोः प्रथमा लट् लकारे इति सूत्रेण तत् शत्रुप्रत्यय आगच्छति शत्रु तिङ् चित् प्रत्यय साधु सार्वधातुकम् अनेन सार्वधातुक संज्ञा प्राप्नोति। अतः कर्तरि शप् आगच्छति तत्र कर्तरि शप् आगत्य तत्र तदनन्तरं धातुगण अनुसृत्य विकरणप्रत्यय आगच्छति। भूधातु यदि वयं स्वीकुर्मः तत्र कर्तरिशप् आगत्य तदनन्तरं शकारस्य लशक उपद्यते इति सूत्रेण संज्ञा भवति। पकारस्य हलन्त्यनेन संज्ञा भवति अवशिष्यते। सो भूयोग भवति तदनन्तरं इति कारणे तत्र सार्वधातुकादधातुकयोः तदनन्तरं शप् प्रत्ययस्य पूर्वं किञ्चित् सार्वधातुकं तिथि सर्वे आगच्छति तस्य सार्वधातुकं तदनन्तरं कर्तृशप् आगच्छति। कर्तृशप् आगत्य तत्र अत्र अत् आगच्छति शत्रुप्रत्ययस्य स्थाने अत् आगच्छति शत्रु तत्र अपि शकारस्य लोपः भवति लशकु तद्धते उपदेशनासिकाधिकारस्य लोपः भवति अति अवशिष्यते तत्र स्वभूयोग अयोग अतिथि भवति अस्माकं विकरणप्रत्यय भूयोग आगच्छति तत्र अत्र सार्वधातुक आधधातुकेन गुणः भूत्वा ओ भवति भो भवति तदनन्तरं भो योग इति एचोवयाय जनने भव भवति भव इति अस्माकम् अङ्गं भवति इदानीं भवयोग अत् इति अतोगुणे अनेन भवत् इति भवत् इति भवति पूर्वपरस्थाने पररूपम् आदेशः भवति तथैव द्वादिगणे चुरादिगणे अतिदादिगणे अदन्तम् अङ्गम् अस्ति तत् अनुसृत्य द्वादिगणे कार्यं भवति यथा पूर्वं वयं दृष्टवन्तः। सो विकरणपस्य अनुसृत्य धातु विकरणप्रत्ययो मेलने यत् कार्यं भवति तद् भिन्नम् अस्ति। तदनन्तरं यद् अङ्गं निष्पन्नं भवति तत् शत्रुस्य निमित्तकम् अङ्गकार्यं तदा अङ्गशत्रुप्रत्ययो मेलनं भवति। अदन्त अङ्गानां अङ्गं शत्रुप्रत्यय मेलनं तदा एकसमान अस्ति अतिगुणे इति सूत्रं कार्यं भवति वर्णननिमित्तकं कार्यमस्ति कोऽपि अत्र अन्यकार्यं न भवति। पूर्वपदयोस्थाने पररूपादेशः भवति इति भवति अदन्त अङ्गानां कृते सार्वधातुकप्रक्रिया. द्वितीयविभजनम् अस्ति अनदन्तम् अङ्गं, तत्र प्रत्येक पुनः प्रत्येकगणानुसृत्य अङ्गकार्यं भिन्नं भवति. तस्य वयम् अग्रिमे पाठे पठिष्यामः. धन्यवादः भगिनि. अस्मिन् करपत्रे प्रश्नः अस्ति कस्यापि? नास्ति चेत् विरमामः किम्? अस्तु, अद्य सम्यक्. धन्यवादः भगिनि. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनि. शुभरात्रिः. धन्यवादः. शुभरात्रिः. धन्यवादः भगिनि.